गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः गुरुस्साक्षात् परं ब्रह्म तस्मै श्रीगुरवे नमः निधाय हृदि विश्वेशं विधाय गुरुवन्दनं बालानां सुखबोधाय क्रियते तर्कसङ्ग्रहः न्यायवर्गे सर्वेषां सुस्वागतम् अनुमानपरिच्छेदः जायमानः अस्ति तत्र गते वर्गे अत्र सिद्धान्तलक्षणं व्याप्तिलक्षणं किम् इति अस्माभिः चिन्तितं हेत्वधिकरणवृत्ति अत्यन्तभाव अप्रतियोगी साध्यसामानादिकरण्यम् इति व्याप्तेः लक्षणं तदेव सिद्धान्तिनः लक्षणं तादृशसामानाधिकरण्यं हेतौ अस्ति चेत् अपि च तादृशहेतुः पक्षे अस्ति चेत् तस्मिन् पक्षे साध्यम् अनुमातुं शक्यते इति आगतं तत्र अस्माभिः परीक्षा कृतम् अन्वयव्यतिरेकहेतुः स्वीकृत्य यत्र यत्र धूमः तत्र तत्र वह्निः यत्र यत्र वह्न्यभावः तत्र तत्र धूमाभावः इति उभयत्र व्याप्तिसिद्धिः व्याप्तिलक्षणस्य समन्वयः कथं कृतं समीचीनतया समन्वयः जायते इति अधीतं तदनन्तरं केवलान्वयिस्थलं यत्र यत्र प्रमेयत्वं तत्र तत्र अभिधेयत्वम् इत्यपि स्वीकृत्य समर्थितं पुनः यत्र यत्र अत्र केवलव्यतिरेकिस्थलं यत्र यत्र पृथिवीनिष्टचतुर्दशभेदाभावाः तत्र तत्र गन्धवत्वाभावः अभावः इत्यपि सर्वम् अस्माभिः चिन्तितं तत्र साध्य अभाववत् अवृत्तित्वम् इति यत् पूर्वपक्षीलक्षणम् इत्युक्ते नैयायिकः एव सः किन्तु तत्र दोषः वर्तते इति कृत्वा पूर्वपक्षीलक्षणम् इति स्वीकृतं कुत्र दोषः जातः इति चेत् केवलान्वयिस्थले लक्षणसमन्वयः न शक्तः किमर्थम् इत्युक्ते साध्य अभावम् इति स्वीकृतं केवलान्वयिस्थले साध्यस्य अभावः यदा कदापि न भवति अभिधेयत्वाभावस्य अप्रसिद्धत्वात् सथविषाणवत् इति अस्माभिः ज्ञातं तर्हि तत्र लक्षणसमन्वयः न लब्धः इति कृत्वा तल्लक्षणं दोषपूर्णम् इति निराकृतं पुनः हेत्वधिकरणवृत्ति अत्यन्त अभाव अप्रतियोगि साध्यसामानादिकरण्यम् इति लक्षणं स्वीकृत्य केवलान्वयि व्याप्तिस्थले पश्यामश्चेत् समन्वयः जातः इति कृत्वा एतदेव लक्षणत्वेन स्वीकर्तव्यम् इति एतत् सर्वम् अस्माभिः गते वर्गे चिन्तितम् अस्तु सन्ति वा महोदय तत्र व्यतिरिक्तव्याप्तेः विषये अपि च केवलव्यतिरिक्तव्याप्तेः विषये अत्र यथा अत्र यत्र नूतन लक्षणवाक्यं कृतं तत्रापि क्लेशः सिद्धान्तलक्षणमिति वदतु सिद्धान्तलक्षणवाक्ये तत्रापि क्लेशः वर्तते गन्धवत्वं केवलं पृथिव्याम् अस्ति अतः हेत्वधिकरणं क्लेशः इति वदतु अस्तु सर्वे अत्र उद्घाटयन्तु यदि भवतः कृते अस्तु अहं प्रेषयिष्यामि पुनः एकवारं वाट्साप् मध्ये यदि नास्ति तर्हि कृपया उद्घाटयन्तु इदानीं प्रेषितं तत्र व्याप्तिचिन्तनम् इति शीट् अस्ति तत् कृपया उद्घाटनं करोतु अस्तु वदतु महोदय महोदय नमस्कारः अद्य अहं शृणोमि महोदय आमामां तत्र बहु किमपि अस्माभिः चिन्तनम् इति कृत्वा आमां चिन्तितं श्रुतवान् एकम् अद्य अहं शृणोमि अग्रिमपार्श्वे अस्तु महोदय अस्तु तत्र अन्वयव्याप्ति व्याप्तिः अत्र केवलव्यतिरिक्तव्याप्तिः इति अस्ति. तत्र अन्वयव्याप्तिः उदाहरणरूपेण यत्र यत्र गन्धवत्वं तत्र तत्र पृथिवीनिष्ठचतुर्दशभेदाः इति अस्ति, तर्हि तत्र हेतुः अस्ति गन्धवत्वं. हेतु अधिकरणं किम् इत्युक्ते तत्र पृथिवी इति एव भवति. सत्यं. तर्हि अन्यत् अस्तु, अन्यत्र कत्र कुत्रापि न भवति. सत्यं. वृत्ति अत्यन्ताभावः तावद् न गन्तव्यं. किमर्थमिति अहं वदामि. इदानीं यावद् भवता उक्तं तत् समीचीनं. यत्र यत्र गन्धवत्वम् इति, इदानीं गन्धवत्वम् इति हेतुः, हेतुः कुत्र लभ्यते? पृथिव्याम्. इदानीं पृथिवी इति अनुमाने पृथिवी किं? पक्षः अस्ति, अतः हेतुः अधिकरणमपि भवति. अतः न, अत्र यदा पक्षत्वेन यत्किमपि स्वीक्रियते तत्र साध्यस्य सन्देहः अस्ति इति नियमः. नो चेत् पक्षमेव उदाहरणत्वेन उदाहरणमपि भवितुमर्हति खलु. पृथिवी इतरभेदवती, अत्र इतरेभ्यः भिद्यते इत्यस्मिन् स्थाने इतरभेदवती इत्यपि वक्तुं शक्यते. पृथिवी इतरभेदवती गन्धवत्वात् पृथिवीवत् इति वक्तुं शक्यते. किन्तु तादृशं न वक्तव्यं. किमर्थम् इति चेत् यद् पक्षत्वेन स्वीक्रियते तत्र साध्यसन्देहः भवेत् इति कृत्वा यः पक्षः अस्ति तत् यदा कदापि उदाहरणत्वेन न स्वीकर्तुं शक्यते. अतः एव पक्षलक्षणे मया एवं लिखितं, पक्षः सः इति चेत् पक्षः प्रसिद्धः भवेत् इत्युक्ते सशविषाणम् इति कश्चन पदार्थः यस्मिन् अप्रसिद्धत्वम् अस्ति तादृशपदार्थः पक्षत्वेन न स्वीकर्तुं शक्यते एव. तर्हि प्रसिद्धत्वं भवेत् पक्षे. द्वितीयं साध्यसम्भावनावान् भवेत्. यत्किमपि साधयितुम् इच्छामः तादृशसाध्यस्य सम्भावना पक्षे भवेत्. शक्यता एव भवेत् इत्युक्ते यदि औष्ण्यं साधयितुम् इच्छामः तत्र जलं पक्षत्वेन न स्वीकर्तुं शक्यते. न सत्यं. किमर्थम् इत्युक्ते औष्ण्यं यदा कदापि जले न भवति स्वाभाविकतया. तदनन्तरं साध्यसन्दिग्धवान् भवेत् इत्युक्ते पक्षे साध्यम् अस्ति वा न वा इति सन्देहः भवेत्. नो चेत् किमर्थम् अनुमानं कर्तव्यम्? निश्चयः अस्ति चेत् अनुमानमेव न कर्तव्यं खलु. इति कृत्वा साध्यसन्दिग्धवान् भवेत्. तदनन्तरं हेतुमानपि भवेत् इति कृत्वा किं जातं? यत्र यत्र गन्धवत्वम्, अत्र गन्धवत्वम् इति हेतुः, तस्य अधिष्ठानं पृथिवी. पृथिवी तु इदानीं पक्षः जातः. अन्यत् किमपि न वक्तुं शक्यते. यत्र गन्धवत्वं, यत्र यत्र गन्धवत्वम् इति यत्र सप्तमी खलु, यत्र, तर्हि यत्र इति अधिकरणं न वक्तुं शक्यते. गन्धवत्वं पक्षं विहाय अन्यत् किमपि अधिकरणं न वक्तुं शक्यते इति कृत्वा एतादृशसन्दर्भः केवलव्यतिरेकव्याप्तिः. अभावं स्वीकृत्य एव वक्तुं शक्नुमः. हा बुद्धं खलु. आं बुद्धं. तर्हि तत्रापि अन्वयव्याप्तेः लक्षणं न सङ्गच्छते, तर्हि सिद्धान्तलक्षणं किमर्थम् उचितम् अस्ति पूर्वपक्षिणा यत् कृतम् इत्यस्य अपेक्षया? न, एकनिमिषम्. अत्र सिद्धान्तिलक्षणं न सङ्गच्छते इति किमर्थं वदति? तत्र तर्हि हेतु अधिकरणमपि न भवति. वृत्ति अत्यन्त अभावः इति अपि न वक्तुं शक्नुमः. सत्यम् इति कृत्वा केवलव्यतिरेकव्याप्तिस्थले अन्वयव्याप्तिः स्वीकृत्य परीक्षा एव न करणीया. नकर ओ अस्तु तत् व्यतिरिक्तव्याप्तिः स्वीकृत्य एव करणीयः इति अस्तु सत्यं कुत्र समन्वयः भवति इति केवलं व्यतिरेकव्याप्तिवाक्यं स्वीकृत्य एव अत्र परीक्षा कर्तव्या हा अतः एव केवल व्यतिरेकव्याप्तिः इति उक्तमस्ति सत्यं हा तथैव केवल अन्वयव्याप्तिः इत्यत्रापि अन्वयव्याप्तिः एव अस्वीकृत्य लक्षणं सङ्गच्छते व्यतिरिक्तव्याप्तिः स्वीकृत्य न सङ्गच्छते हा अतः एव पश्यतु अत्र मया कथं लिखितं J9 इत्यत्र हेतुः दण्डवत्त्वम् इति लिखितं तदनन्तरं हेतु अधिकरणम् इत्यत्र क्वश्चन् मार्क् स्थापितम् आम् आम् किमर्थम् इत्युक्ते पक्षं विहाय अन्यत् किमपि अधिकरणं नास्ति नास्ति सम्यक् सम्यक् तदपि स्थापयामि पक्षं विना अन्यत् अन्यत् अधिकरणं नास्ति इति क्लेशः अस्ति किन्तु एषः क्लेशः लक्षणस्य क्लेशः नास्ति अत्र अनुमानं तादृशमस्ति यत् साधयितुम् इच्छामः इतरभेदवत्त्वम् इति यत् साधयितुम् इच्छामः साध्यं तत्र अन्वय उदाहरण अन्वयव्याप्तिस्थले तस्य तत्र वाक्यमेव न रचयितुं शक्नुमः किमर्थमित्युक्ते गन्धवत्वमिति हेतुः पक्षं विहाय अन्यत्र यत्र कुत्रापि न लभ्यते अपि च यत्र यत्र गन्धवत्वं तत्र तत्र पृथिवीनिष्ठचतुर्दभेदाभावः यथा इति उदाहरणमपि न वक्तुं शक्यते तदेव प्रश्नः अस्ति इति कृत्वा अत्र लक्षणदोषः नास्ति लक्षणमेव परीक्षां न कर्तुं शक्यते बुद्धं खलु इत्युक्ते इदानीं आक्सिजन् अस्ति वा न वा इति परीक्षां कर्तुं यदि वयम् अन्तरिक्षे गच्छामः यत्र किमपि अत्र ग्यास् एव नास्ति इति चिन्तयतु तत्र आक्सिजन् अस्ति वा इति न वा इति कथं वा परीक्षां कर्तुं शक्यते किमपि ग्यास् नास्ति खलु सत्यं सत्यम् इति कृत्वा किन्तु अत्र पूर्वपक्षिणः लक्षणे अत्र अन्वयव्याप्तिस्थले केवलान्वयस्थले अन्वयव्याप्तिः वक्तुं शक्यते यत्र यत्र प्रमेयत्वं तत्र तत्र अभिधेयत्वम् अभि प्रमेयत्वात् पटवत् तत्र साध्य अभावत् अवृत्तित्वम् इति लक्षणवाक्यं स्वीकृत्य परीक्षां कुर्मश्चेत् साध्य अभावः इत्युक्ते अभिधेयत्व अभावः अभिधेयत्व अभावः इति अप्रसिद्धः जातः इति कृत्वा साध्य अभावत् अवृत्तित्वम् इति लक्षणम् इति व्याप्तेः लक्षणत्वेन स्वीकृत्य केवलान्वयव्याप्तिस्थलं न अत्र निरूपणं न कर्तुं शक्यते अविधेयत्व अभावः इति स्वीकुर्मश्चेत् तत्र अप्रसिद्धत्वं जातम् आं समीचीनम् अवगच्छ इति कृत्वा अत्र इति कृत्वा परिष्कारः करणीयः एवम् एतादृश मया उक्तं खलु तत्र 19 लक्षणानि उक्तानि 19 लक्षणा हेव् बीन् सेड् व्याप्तेः विषये खलु व्याप्तिलक्षणं तत्र तत्सर्वं अत्र एतादृशरीत्या परीक्षां कृत्वा कुत्र दोषः भवति कुत्रचित् साध्य अभावः इति अप्रसिद्धः भवति कुत्रचित् हेत्वभावः इति अप्रसिद्धः भवति कुत्रचित् उदाहरणमेव न लभ्यते पक्षं विहाय इति तादृशक्लेशाः भवन्ति साध्यलक्षणे किन्तु एतत् सर्वं परिष्कृत्य हेत्वधिकरणवृत्त्यत्यन्त अभाव अप्रतियोगि साध्यसामानाधिकरण्यम् इति लक्षणं यदुक्तं तत्तु समीचीनमस्ति यत्र कुत्रापि दोषः न कल्पयितुं शक्यते इति कृत्वा सिद्धान्तलक्षणम् इति स्वीकृतम् तर्हि एतस्मिन् अस्माकं पुस्तके तदेव सिद्धान्तलक्षणम् इति एव स्वीकृतवन्तः स्वीकृतवान् वा वस्तुतः अत्र सिद्धान्तलक्षणम् इति न उक्तम्। अस्तु, अस्मिन् विषये इतोपि किञ्चित् चिन्तनं कुर्मः। अत्र किञ्चित् इतोपि बोधः जातः यदा मया चिन्तितं, तदपि वक्ष्यामि। अस्तु, इतोपि प्रश्नाः सन्ति वा एतावत्पर्यन्तम्? अस्तु, तर्हि किं कुर्मः, पुनः 212 पेज् केवलान्वयि तत्र गच्छेम। तत्र तृतीयपङ्क्तिः अस्ति, कीदृशस्तर्हि व्याप्तिग्रहः प्रकृते उच्यते, साध्यहेत्वोः अन्वयव्याप्तेः एव इह गृह्यते। प्रमेयत्वस्य यदधिकरणं भूतलं तत्र विद्यमानः अभावः, न हि अभिधेयत्वस्य अभावः तस्य अप्रसिद्धत्वात्, किन्तु घटः नास्ति इति अभावः, तत्प्रतियोगित्वं घटे, प्रतियोगित्वाभावः अभिधेयत्वे इति भवति अभिधेयत्वं प्रमेयत्वस्य व्यापकम् इति आचार्येण उक्तं। तत्रैव महान् क्लेशः अस्माभिः अनुभूतः। किन्तु ह्यः किं जातमिति चेत्, अन्यमपि अहम् इदानीं पाठयन्नस्मि विद्याद्रि, केवलम् एकः एव छात्रः, तम् अहं पाठयन्नस्मि। तत्र इदानीं किं कुर्वन्तु, पेज् 200 अस्ति खलु, तत्र गच्छन्तु कृपया। यदि एतदस्माकं मनसि आसीत् तर्हि प्रायः एतादृशक्लेशः न अनुभूयते। अस्तु, पेज् 200 अस्ति खलु, सर्वे तत्र गतवन्तः इति भाति। अस्तु, तत्र द्वितीयपरिच्छेदः अस्ति, इत्थमेव घटाधिकरणे कपाले विद्यमानः अभावः पटः नास्ति, पुस्तकं नास्ति इति अभावः, न हि क्वचिदपि चक्रं नास्ति इति अभावः, कपाले संयोगसम्बन्धेन चक्रस्य सत्त्वात् पटः, घटाधिकरणवृत्त्यभावाः अन्येषाम् अभावाः एव, तत्प्रतियोगित्वं पुटे पटे पुस्तके वा प्रतियोगित्वं नास्ति इति अभावः चक्रे अस्ति, अतः चक्रमपि भवति घटव्यापकम्। एवमेव सर्वत्र कार्यकरणभावस्थले कार्यादिकरणनिष्ठ अभावप्रतियोगित्वाभावः तत्तत् कारणस्य आलोचनीयः आलोच्यः इति ग्रन्थकारेण उक्तम्, अस्माभिः पठितमपि। किन्तु अत्र यद् लक्षणमस्ति, कार्यादिकरणनिष्ठ अभावप्रतियोगित्वाभावः इति कश्चन समस्तपदं दृश्यते खलु, मेहुल् महोदय भवान् वदतु, कार्यादिकरणनिष्ठ अभावत्व अभावप्रतियोगित्वाभावः इति इति कस्य लक्षणम्? कार्यादिकरणनिष्ठ, तर्हि हेतु इति हेत्वधिकरणनिष्ठ इति भवति, न अभावप्रतियोगित्वभावः। अत्र इदानीम् अस्मिन् पाठे चिन्तनं कस्मिन् विषये इति चेत्, व्यापकत्वं नाम किम् इति। व्यापकत्वं, यां सत्यं, हा, तर्हि व्यापकत्वं, व्यापकत्वस्य लक्षणम् एतत्। व्याप्तेः लक्षणम् अस्माभिः स्वीकृत्य चिन्तितम्। व्याप्ते व्यापक व्याप्यभावसम्बन्धः उक्तः अस्ति, तत्र व्यापकत्वं नाम किम् इति चेत्, कार्यादिकरणनिष्ठ, यदि अत्र कार्यकारणभावस्थले कार्यादिकरणनिष्ठ इति स्वीकर्तव्यम्, अत्र साध्य अनुमानस्थले साध्यं हेतुः, साध्यहेतुस्थले कार्य इत्यस्मिन् स्थाने साध्यम् इति स्थातव्यं, साध्य अधिकरणनिष्ठ अभावप्रतियोगित्वरूप प्रतियोगित्वाभावः इति अस्ति चेत् तत्र व्यापकत्वं सिद्ध्यति इति उक्तम्। अस्तु, तस्य प्रतिपादनं करोतु इदानीं, कार्यादिकरणनिष्ठ अभावप्रतियोगित्वाभावः इत्युक्ते अत्र वह्निः धूमः इति स्वीकरोतु, वह्निः इति कार्यं, क्षम्यतां, वह्निः इति कारणं, धूमः इति कार्यं, धूमः इति कार्यं वा, हा धूमः इति कार्यम्. ओ अस्तु, वह्निः एव धूमस्य कारणं खलु. हा वह्निः एव धूमस्य कारणं, सत्यं. धूमस्य कारणं वह्निः, अस्तु सत्यं, कार्यमिति धूमः. हा तर्हि अत्र धूमः इति कार्यमिति स्वीकृत्य चिन्तयतु. हा तर्हि अत्र कार्याधिकरणनिष्ठ अभावप्रतियोगित्वाभावः इति भवति इति अस्ति. सत्यं, कार्याधिकरण इत्युक्ते धूमाधिकरण. प्रथमम् अत्र विग्रहवाक्यं वदतु. कार्याधिकरणम् इति समस्तपदं. कार्याधिकरण इत्यस्य विग्रहवाक्यं भवति कार्यस्य अधिकरणम् इति. उत्तमं, सामान्यषष्टि तत्पुरुषः. कार्यस्य अधिकरणं, कार्यस्य अधिकरणं. तर्हि प्रकृतस्थले कार्यं किं? धूमः. उत्तमं, धूमाधिकरण, धूमस्य अधिकरणं. धूमस्य अधिकरणं, समीचीनं. अधिकरणम् इति धूमस्य अधिकरणं किं? वह्निः. न, धूमस्य अधिकरणं वह्निः नास्ति. धूमस्य अधिकरणं तु अत्र पर्वतः अथवा महानसम् इति स्वीकरोतु. महानसमपि भवति. हा सत्यं. हा तर्हि महानस कार्याधिकरण, कार्यस्य अधिकरणं, कार्याधिकरणनिष्ठ. तर्हि कार्याधिकरणम् इत्यनेन महानसं जातम्. आम् आम्, तर्हि महानसनिष्ठ इति. महानसनिष्ठ तर्हि तस्यापि विग्रहवाक्यं न महानसनिष्ठ इत्युक्ते महानसम् अधिकृत्य महानसे, महानसे किमस्ति? किं धूमः अस्ति. धूमः इति चेत् त्यजतु इदानीम्. अत्र निश्चयस्य अग्रिमपदम् अस्ति. अभावप्रतियोगित्वाभावः अस्ति. न, तत्र अभावप्रतियोगित्वाभावः इति प्रथमपदं किम्? अभावः खलु. अभावः. तर्हि कार्यम् इति धूमः, कार्यस्य अधिकरणम् इति महानसं, महानसे अभावाः निष्ठाः सन्ति. बहवः अभावाः निष्ठाः सन्ति, सत्यं, स्थिताः सन्ति खलु. सत्यं. तर्हि कार्याधिकरणे महानसे अभावाः ये निष्ठाः सन्ति तेषां प्रतियोगिनः. सत्यं, तत्र बहवः अभावाः सन्ति. प्रत्येकस्मिन् अभावे प्रतियोगित्वम् अस्ति. न, अभावे प्रतियोगित्वं नास्ति. समीचीनतया वदतु. अभावस्य अभावस्य प्रतियोगित्वम्. इतोपि स्पष्टतया वक्तव्यं. प्रतियोगी, प्रतियोगी अस्ति. उदाहरणरूपेण यदा घटः महानसे नास्ति इति चिन्तयामः चेत् घटाभावः महानसे अस्ति, तस्य प्रतियोगी घटः एव भवति. सत्यं. तर्हि इतोपि किञ्चित् वक्तव्यं. प्रतियोगी अस्ति, तर्हि प्रतियोगित्वं कुत्र? प्रतियोगित्वं घटे अस्ति. प्रतियोगित्वं घटे अस्ति. प्रतियोगित्व अभावः कुत्र अस्ति? हा, प्रतियोगित्व अभावः घटे प्रतियोगित्वम् अस्ति. प्रतियोगित्व अभावः महानसे अस्ति. इदानीं महानसम् इति अधिकरणत्वेन स्वीकृतम्. अभावानाम् अधिकरणम् अस्ति महानसम्. तर्हि धूमे, धूमे न अस्ति वा प्रतियोगित्वभावः? महानसे धूमः अस्ति, अन्यत् किमपि किम् अस्ति? ओ, वह्निः. वह्निः. अस्तु अस्तु, तर्हि प्रतियोगित्व अभावः वह्नेः नास्ति. वह्नेः वह्नेः अस्ति, अभावः अस्ति. अभावः अस्ति, सत्यं सत्यं. नो चेत् अप्रतियोगित्वं वह्नौ अस्ति. वह्नौ अस्ति. अप्रतियोगित्वं वह्नौ अस्ति, तदपि. तर्हि आरम्भतः एकवारं पुनः वदतु. अस्तु, कार्याधिकरणनिष्ठ इत्युक्ते कार्यस्य अधिकरणं. तर्हि कार्यमस्ति धूमः, कार्याधिकरणम् इति महानसं, महानसनिष्ठ अभाव इत्युक्ते महानसे बहवः अभावाः सन्ति. उदाहरणरूपेण तत्र घटः नास्ति इति चिन्तयामः चेत् घटाभावः महानसे अस्ति. तर्हि घटाभावः इति महानसनिष्ठ भवति. तस्य प्रतियोगी, अत्र घटाभावस्य प्रतियोगी घटम् एव, घटः एव. तर्हि प्रतियोगित्वं घटे अस्ति. पुनः महानसे वह्निः अपि अस्ति. तर्हि घटं प्रति अथवा घटत्वाभावप्रतियोगित्वं घटाभावप्रतियोगित्वं घटे अस्ति, परन्तु वह्नेः नास्ति. अतः अत्र तादृशं न वदतु महोदय, घटाभावप्रतियोगित्वम् इति न वक्तव्यम्. महानसनिष्ठ बहवः अभावः सन्ति तत्र, तेषां प्रतियोगित्व अभावः वह्नौ अस्ति. घटाभावस्य प्रतियोगित्व अभावः वह्नौ इति न वक्तव्यम्. अस्तु अस्तु, कार्याधिकरः महानसनिष्ठ ये अभावः सन्ति तेषां प्रतियोगित्वम् अस्ति, तेषु प्रतियोगिनिषु प्रतियोगिषु वर्तते, किन्तु तेषां अभावप्रतियोगित्वस्य अभावः वह्नौ अस्ति. अतः कार्याधिकरणनिष्ठ महानसनिष्ठ अभावप्रतियोगित्व अभावः वह्नौ अस्ति इति आगच्छति. सत्यं. तर्हि अत्र एकमेव परिष्कर्तव्यं भवता. कार्याधिकरणं कार्यमिति धूमः, कार्याधिकरणमिति महानसं. महानसे बहवः अभावाः निष्ठाः सन्ति, तेषाम् अभावानां प्रतियोगिनः भवन्ति, तेषु प्रतियोगित्वम् अस्ति, किन्तु प्रतियोगित्व अभावः तेषाम् अभावानां प्रतियोगित्वाभावः इति न वक्तव्यम् इति न वक्तव्यम्. अधिकरणनिष्ठ अत्र बहवः अभावाः सन्ति, तेषाम् अभावानां प्रतियोगिनः सन्ति, प्रतियोगिनिषु प्रतियोगित्वम् अस्ति, किन्तु प्रतियोगित्व अभावः कुत्र अस्ति इति चेत् सामान्य अत्र तेषाम् अभावानां प्रतियोगित्वाभावः इति न वक्तव्यं, केवलं प्रतियोगित्वाभावः कुत्र अस्ति. हा, इत्युक्ते अत्र आहत्य किं जातं, वह्निः महानसे अस्ति इति. सत्यं सत्यं, तत् साक्षात् अनुक्त्वा अभावप्रतियोगित्व अभावः इति उक्तम्. हा, इत्युक्ते अप्रतियोगित्वं. सत्यं सत्यं, अप्रतियोगित्वं वह्नौ अस्ति. अन्यत् किमपि महानसे अस्ति चेत् तदपि वक्तुं शक्नुमः, इत्युक्ते अप्रतियोगित्वं तत्र किमपि तत्र पात्रमस्ति, तर्हि पात्राणि सन्ति, तर्हि पात्रेषु अपि अप्रतियोगित्वम् अस्ति इति. सत्यं, किन्तु किमर्थं अत्र अत्र व्यापकत्वे तत्र न चिन्तनमिति चेत् साध्यं तु इदानीं वह्निः अस्ति खलु. वह्निः, आं सत्यम्. अतः यत् साध्यमस्ति तत्रैव व्यापकत्वं निरूपणीयं. सत्यम्. अस्तु, तर्हि इदानीं एतदेव लक्षणं, व्यापकत्वस्य लक्षणं, व्यापकत्वम् एवम् अपि निरूपयितुं शक्यते. तर्हि आदौ आरम्भस्तरे बाल्यस्तरे अस्माभिः कथम् अवगतम्? अधिकदेशवृत्तित्वं व्यापकत्वं, न्यूनदेशवृत्तित्वं व्याप्यत्वं. तदनन्तरं किञ्चित् परिष्कृत्य अन्यूनवृत्तित्वं व्यापकत्वम्, अनधिकवृत्तित्वं व्याप्यत्वम् इति अधिगतम्. इतोपि किञ्चित् परिष्कृत्य साध्याधिकरणनिष्ठ अभावप्रतियोगित्वाभावत्वं, साध्याधिकरणनिष्ठ अभावप्रतियोगित्वाभावत्वं व्यापकत्वम् इति अत्र चिन्तितम्. साध्याधिकरणनिष्ठ, आं सत्यं, साध्याधिकरणनिष्ठ अभावप्रतियोगित्वाभावत्वं व्यापकत्वम् इति तृतीयलक्षणमस्ति. आरम्भे अत्र अधिकदेशवृत्तित्वं व्यापकत्वं, द्वितीयं तु अन्यूनवृत्तित्वं व्यापकत्वं, तृतीयं तु कार्याधिकरणनिष्ठ अभावप्रतियोगित्वाभावत्वं व्यापकत्वम् इति जातम्. बुद्धं खलु एतावत्? आमां बुद्धम्. अस्तु, तर्हि धन्यवादः महोदय. इदानीं वर्षा भगिनी, भवती किं करोतु, एतद् मनसि संस्थापयतु, साध्याभाव साध्याधिकरणनिष्ठ अभावप्रतियोगित्वाभावत्वं व्यापकत्वम् इति मनसि संस्थाप्य इदानीम् अत्र 212 पेज् मध्ये कीदृशस्तर्हि व्याप्तिग्रहः प्रकृते इति एकवारं पठित्वा, प्रमेयत्वस्य व्यापकम् इति अत्र लिखितमस्ति खलु, तत्र व्यापकत्वं निरूपयतु. अत्र साध्य महोदय एकवारम् अहं लक्षणं वदामि. साध्याधिकरणनिष्ठ अभाव प्रतियोगित्व अभावः व्यापकत्वम् इति लक्षणम्. अभावत्वं व्यापकत्वम्. अभावत्वम् अभावः व्यापकः अभावत्वं व्यापकत्वम्. हा महोदय. उभयत्र त्वप्रत्ययः मया योजितः तावदेव. हा महोदय. दट् मच् ऐ अण्डर्स्टुड्. इदानीं चित्रं निरूपणीयं किल महोदय? न न अत्र 212 पेज् मध्ये कीदृशस्तरिः व्याप्तिग्रहः प्रकृते इति एकवारं पठतु. हा महोदय. कीदृशस्तरिः व्याप्तिग्रहः प्रकृते उच्यते. साध्यहेतोः अन्वयव्याप्तिः एव गृह्यते इह गृह्यते. प्रमेयत्वस्य यत् अधिकरणं भूतलं तत्र विद्यमानः अभावः न हि अभिधेयत्वस्य अभावः तस्य अप्रसिद्धत्वात्. तत्तु वयं पूर्वमेव अपि दृष्टम्. अभिधेयत्वस्य अभावः इव नास्ति इति कृत्वा प्रमेयत्वमेव अत्र चिन्तयतु. मध्येन चिन्तयतु. अत्र प्रमेयत्वस्य व्यापकम् इति तावत् पठित्वा इदानीं लक्षणं स्वीकृत्य निरूपयतु. हा ओके महोदय. किन्तु घटः नास्ति इति अभावः. तत् प्रतियोगित्वं घटे. प्रतियोगित्व अभावः अभिधेयत्वे इति भवति. अभिधेयत्वं प्रमेयत्वस्य व्यापकम्. अत्र लक्षणमस्ति साध्याधिकरणनिष्ठ अभावप्रतियोगित्व अभावत्वं व्यापकत्वम् इति. अत्र साध्यं किं? साध्यम् अभिधेयत्वं. पक्षः तु घटः. इदानीं साध्य अधिकरणं घटे. साध्य अधिकरणनिष्ठ अभावः कीदृश अभावः? अभिधेयत्वस्य अभावः तु नास्ति. प्रमेयत्वस्य कस्य अभावः घटे? प्रतियोगित्वं घटे. प्रतियोगित्व अभावः अभिधेयत्वे. भूतलम् इति वक्तव्यं वा? साध्यः तु अभिधेयत्वम् एव किल महोदय. घटः तु नास्ति. साध्यं तु अभिधेयत्वम्. अभिधेयत्वनिष्ठ अधिकरणं घटे. तर्हि अत्र भवती किं करोति? अत्र चित्रं पश्यति वा? न महोदय. ऐ एम् जस्ट् लुकिङ्ग् अट् द वाक्य अण्ड् ट्रैङ्ग् टु डिकोड् इट्. चित्रं पश्यामश्चेत् अपि चित्रे तु प्रमेयत्वाधिकरणं घटादि अस्ति. एकनिमिषं भगिनि अत्र इदानीं भवती पठितवती. तर्हि इदानीं क्रमेण गच्छेम. पुनः एकवारं लक्षणवाक्यं वदतु. व्यापकत्वस्य लक्षणवाक्यं किं? साध्याधिकरणनिष्ठ अभावप्रतियोगित्व अभावत्वं व्यापकत्वम्. अस्तु. तर्हि अत्र साध्यं किम्? अभिधेयत्वं. घटस्य अभिधेयत्वम्. अस्तु. तर्हि अभिधेयत्वम् इति साध्यं. साध्य अधिकरणं किम्? घटः. घटः इति पक्षः खलु अत्र. वाक्ये किं लिखितम्? साध्यम् इति अभिधेयत्वम्. अभिधेयत्वस्य अधिकरणम् अत्र किं? घटः इति वदति चेत् घटः तु इदानीं पक्षः. अत्र भूतलम् इति लिखितमस्ति खलु. भूतलं तत् सीन्स् राङ्ग् महोदय. कुत्र लिखितमस्ति महोदय भूतलम् इति? ऐ एम् सोरि. प्रमेयत्वस्य यद् अधिकरणं भूतलं. प्रमेयत्वस्य अधिकरणं भूतलं भवतु. अत्र तत् घटस्य अधिकरणं भवति इति कृत्वा दत्तमस्ति तदा इति मया चिन्तितम्. न न अत्र भूतलम् इति स्वीकरोतु केवलं चिन्तनार्थं. वस्तुतः घटमपि स्वीकर्तुं शक्यते किन्तु अत्र घटमपि स्वीकर्तुं शक्यते किन्तु घटः इति पक्षम् इति स्वीकृतम् इति कृत्वा तद् मया न स्वीकृतं तावदेव. पटः इति स्वीकर्तव्यं तदा अस्ति चेत् भूतलं. कृपया भूतलम् इति स्वीकरोतु इदानीं. हा ओके महोदय. अभिधेयत्वस्य अधिकरणं भूतलम् इति स्वीकर्तव्यं चेत् तस्मिन् कीदृश अभावः अस्ति इति द्रष्टव्यं. भूतले तु पटाभावः भवितुम् अर्हति, यत् कोऽपि यत्किमपि एकमेव अभावं स्वीकरोतु, पटाभावः पटाभावः इति स्वीकर्तव्यं. हा ओके, पटाभावः इति स्वीकरणीयं चेत् अत्र तस्य प्रतियो अभावप्रतियोगित्व ओके, पटाभावस्य प्रतियोगी कः? पटः. तत् पटस्य प्रतियोगित्व अभावत्वम् इत्युक्ते पटाभावत्वं कुत्र विद्यते? अगेन् भूतले सर्वाणि पदे सर्वेषु पदेषु वर्तते एव. न न न, अभिधेयत्वम् इति साध्यम्, अभिधेयत्वस्य अधिकरणं भूतलं, भूतले बहवः अभावाः सन्ति, तस्य तेषु एकः अभावः पटाभावः, पटाभावस्य प्रतियोगी पटः, पटे प्रतियोगित्वं, प्रतियोगित्व अभावः कुत्र? पटं विहाय सर्वत्र एव अस्ति. इदानीं प्रकृतविषयं किं निरूपयितुम् इच्छामः? न, तदेव साध्यं खलु. यथा अत्र मेहुल् महोदयेन उक्तं, यद्यपि महानसे बहवः अभावाः सन्ति, प्रमेयत्व अभावत्वं पात्रेषु अपि भवति, पात्रं तत्र अस्ति इति कृत्वा, किन्तु अस्माकं विवक्षा कुत्र अस्ति? किं व्यापकत्वेन निरूपयितुमिष्यामः? व्यापकत्वं कुत्र निरूपयितुमिष्यामः? अत्र तु अभिधेयत्वे. सत्यं, तर्हि अभिधेयत्वम् इति स्वीकर्तव्यं. हौ विल् वि नो इति चेत् एतादृशं, किं निरूपयितुमिष्यामः? व्यापकत्वं कुत्र निरूपयितुमिष्यामः? अभिधेयत्वे खलु. देन् ऐ विल् से गोत्वम् एन् से गोत्वम् एन् प्रमेयत्वम् अर्थात् व्यापकभावः, बिकास् पटस्य अभावः गोः अपि गौः अपि अस्ति इति कृत्वा प्रमेयत्वं च गोत्वं द्वयमपि व्यापकव्याप्यः इति वक्तुं शक्यते. सो इट् डजन्ट् मेक् सेन्स्. नो, किन्तु गोत्वस्य विषये किमर्थम् अत्र चिन्तनं? वि आर् ट्रैङ्ग् टु प्रूव् नो महोदय, व्याप्यव्यापकभावः. इट् सीम्स् टु बि अ राङ्ग् प्रूफ् टु से that there is a vyapi-vyapaka-bhavaha between abhidhetvam and prameyatvam, just because we are, this is the original problem with this Chitranamudaya. Where did that, why do we identify among all the things that have the abhavatvam, why do we identify that abhidhetvam only? Just because you want to do it, you can't just do that, no? You can take anything else also, then your conclusion fails. If you say abhidhetvam is therefore vyapakatvam or prameyatvam, somebody else can say gotvam is vyapakatvam or prameyatvam, and we have to accept that reasoning, because then that person will say my vivaksha is gotvam and prameyatvam or vyapi vyapakah. So if you want to, hold on, if you want to prove gotvam is vyapakam, then you do this and it is absolutely correct. I am not dismissing it. Idanim anumana vakyam kim? घटः अभिधेयः प्रमेयत्वात् पटवत्. तदेव अनुवायवाक्यं खलु. घटः अभिधेयः प्रमेयत्वात् because unless you prove abhideyatvam is vyapakat abhideyatve vyapakatvam asti iti yavat paryantam nirupayamah tavat paryantam atra anumanam na siddhyati prameyatvam swikritya abhideyatvam sadayitum ishyama. Okay, so between the hetu and the sadhya, between the hetu and the sadhya there should be vyapi vyapaka bhavah. So to establish that we are using this, So, if we take wrong things and establish, then it will become, the whole Agamana will fail. For example, I will One minute. Bhagini, don't go too ahead. First, let us solve the problem at hand, and then we will look at the exceptions. We are trying to solve the problem at hand. Let us solve the problem at hand. अत्र प्रायः मया एकः दोषः कृतः. कार्याधिकरणनिष्ठ अभावप्रतियोगित्व अभावः इति यदुक्तं तत्र साध्याधिकरण इति प्रायः न भवेत्, हेत्वधिकरण इति भवेत्. खलु ओके, सो ऐ मेड् अ मिस्टेक्. अस्तु, तर्हि हेत्वधिकरण. अस्तु, इदानीं भवति वर्षा भगिनी अत्र केवलम् अधिकं मा चिन्तयतु. प्रथमं यद् साधयितुम् इच्छामः तत् प्रथमं साधयामः, तदनन्तरं यु क्रास् क्वश्चन्. तर्हि इदानीं वदतु, हेत्वधिकरणनिष्ठ अभावप्रतियोगित्व अभावत्वम् अभिधेयत्वे निरूपणीयं, तदेकवारं करोति वा? इदानीं हेतुः इति प्रमेयत्वं, महोदय, प्रमेयत्वम् इति स्वीकरणीयं. प्रमेयत्वस्य अधिकरणमस्ति घटे सर्वत्र, अपि च स्वीकरोतु, कृपया भूतलम् इति स्वीकरोतु. हा, अत्र चित्रे अपि घटः इति दत्तमस्ति किल महोदय, घटमिति वाक्ये भूतलम् इति दत्तमस्ति खलु, तदेव महोदय, वाक्ये प्रमेयत्वस्य अधिकरणभूतलम् इति दत्तमस्ति, चित्रे तु घटादि इति दत्तमस्ति. चित्रमिदानीं त्यजामः, वाक्यं यत् पठितं तत्र तत् स्वीकृत्य केवलं वदतु, प्रमेयत्वस्य अधिकरणं किम्? हा, प्रमेयत्वस्य अधिकरणमस्ति भूतलम्. अत्र विद्यमानः अभावः कीदृश अभावः? पट अभावः. पट अभावस्य प्रतियोगी कः? पटः. अतः अभावप्रतियोगित्व अभाव पट अभावप्रतियोगित्व अभावः बहु किमपि वस्तुषु वर्तते परन्तु अत्र तु अभिधेयत्वे अस्ति इति कृत्वा अभिधेयत्वं भवति, अभिधेयत्वं भवति साध्यः. अपि च अभिधेयत्वप्रमेयत्वमध्ये व्याप्यव्यापकभावः अस्ति. न तावद् न वक्तव्यम्. अस्तु, अत्र एकमेव यत् यत् यः दोषः मेहुल् महोदयेन कृतं तदेव दोषः भवती अपि करोति. अत्र अभावप्रतियोगित्व अभावः, अत्र अभावप्रतियोगित्व अभावः इति अनुत्वा पट अभावप्रतियोगित्व अभावः इति भवती वदति. यदि पटाभावप्रतियोगित्व अभावः इति वदति तर्हि पटाभावप्रतियोगित्व अभावः तु बहुषु वर्तते. तर्हि तादृशं न वक्तव्यम्. अत्र पटाभावप्रतियोगित्व अभावः इति न वक्तव्यम्. प्रमेयत्व अधिकरणे, हेत्वधिकरणे ये अभावाः वर्तन्ते तेषाम् अभावानां प्रतियोगिनः भवन्ति. तेषु प्रतियोगिनिषु प्रतियोगित्वं वर्तते, किन्तु प्रतियोगित्व अभावः इत्युक्ते अभावप्रतियोगित्व अभावः अभिधेयत्वे इति वक्तव्यं. पटाभावप्रतियोगित्व अभावः इति वदति चेत् क्लेशः भवति. किमर्थम् इत्युक्ते पटाभावप्रतियोगित्व अभावः इति यथा भवत्या उक्तं गोत्वे, अन्यत्र यत्र कुत्रापि पटं विहाय अन्यत्र सर्वत्र भवति लोके इति कृत्वा यत्किमपि वक्तुं शक्यते. किन्तु प्रमेयत्वस्य अधिकरणं यदस्ति भूतलं, तत्र बहवः अभावाः सन्ति. तेषाम् अभावानां प्रतियोगिनः भवन्ति, तेषु प्रतियोगित्वं भवति, किन्तु प्रतियोगित्वं कुत्र न भवति इति चेत् अभिधेयत्वे न भवति. पटाभावप्रतियोगित्वाभावः इति चेत् अभिधेयत्वं विहाय बहुत्र वक्तुं शक्यते. किन्तु अभावप्रतियोगित्वाभावः, अत्र अभावम् इति उक्तम्, अत्र पट इति विशेषणं न उक्तं, केवलम् अत्र सामान्य अभावः स्वीकृतः. अभावप्रतियोगित्वाभावः कुत्र अस्ति इति चेत् अभिधेयत्वे, तदेव साध्यम् इति कृत्वा अभिधेयत्वे इदानीं व्यापकत्वं निरूपितम्. व्यापकत्वं नाम किं? हेत्वधिकरणनिष्ठ अत्यन्त हेत्वधिकरणनिष्ठ अभावप्रतियोगित्व अभावत्वं व्यापकत्वम् इति चेत् प्रमेयत्व अधिकरणनिष्ठ अभावप्रतियोगित्व अभावत्वम् इदानीम् अभिधेयत्वे निरूपितम् इति कृत्वा अभिधेयत्वं व्यापकं भवति, प्रमेयत्वस्य व्यापकं भवति इति तावद् वक्तव्यं। बुद्धं वा इदानीम्? हा महोदय, अत्र अभावप्रतियोगित्व अभावत्वम् इति पदे अभाव इति पदेन वयम् अभावसमूहः इति स्वीकर्तुं शक्यते वा महोदय? सत्यं, तदा एव स्वीकर्तव्यम्। अत्र उदाहरणार्थं पटस्य अभावः इति उक्तम्। किमर्थं पटस्य अभावः इति उक्तम् इति चेत् पटाभावस्य प्रतियोगिता पटे वर्तते इति अवगमनार्थम् एतादृशम् उक्तम्। किन्तु पटाभावप्रतियोगित्व अभावः अभिधेयत्वे अस्ति इति वदामश्चेत् यथा भवत्या उक्तं पटाभावप्रतियोगित्व अभावः तु मठे अपि अस्ति, पटं विहाय अन्यत्र सर्वत्र अस्ति इति कृत्वा यत्किमपि वक्तुं शक्यते। किमर्थम् अभिधेयत्वम् इति स्वीक्रियते इति भवत्याः चिन्तनमासीत्। तत् तादृशचिन्तनं, प्रश्नः किमर्थम् उदितम् इति चेत् पटाभावप्रतियोगित्व अभावः इति किमर्थं स्वीकरणीयम् इति। तर्हि पट इति त्यजतु, बहवः अभावाः सन्ति, बहवः अभावाः सन्ति, तेषु अभावेषु तेषाम् अभावानां प्रतियोगिनः भवन्ति, तेषु प्रतियोगित्वं वर्तते। प्रतियोगित्व अभावः कुत्र वर्तते? अभावप्रतियोगित्व अभावः कुत्र वर्तते इति चेत् साध्ये वर्तते चेत् अत्र व्यापकत्वं निरूपितं भवति। तर्हि अत्र आशयः कः इति चेत् कथं वा ग्रन्थकारः प्रमेयत्वस्य व्यापकम् अभिधेयत्वं प्रमेयत्वस्य व्यापकत्वमिति कथं निरूपितम् इति चेत् अत्र 200 पेज् मध्ये तस्य लक्षणं कृतं, तदस्माभिः विस्मृतम् इति कृत्वा महान् क्लेशः अनुभूतः, वयं गणनं कर्तुम् आरब्धः, न्यूनवृत्तित्वम् अधिकवृत्तित्वम् इति तादृशं गणनं कृत्वा अत्र क्लेशः जातः। बुद्धं वा? आम् महोदय, बुद्धं महोदय। हा अस्तु, तदनन्तरं तर्हि व्यापकत्वम् अत्र जातं, तत् सामानाधिकरण्यम्। इदानीं व्यापकः अस्ति अभिधेयत्वम्, अभिधेयत्वं कुत्र अस्ति? घटे अस्ति। घटे अन्यत् किमपि किमस्ति? प्रमेयत्वमपि अस्ति, घटस्य प्रमेयत्वात् अभिधेयत्वाच्च। तर्हि इदानीम् अभिधेयत्वं प्रमेयत्वयोः मध्ये सामानाधिकरण्यं जातम् इति कृत्वा हेत्वधिकरणवृत्ति अत्यन्त अभाव अप्रतियोगी साध्यसामानाधिकरण्यं प्रमेयत्वे जातं, तादृशप्रमेयत्वं हेतुः घटे अस्ति, पक्षे अस्ति इति कृत्वा अत्र इदानीं घटः अभिधेयः प्रमेयत्वात् पठवत् इति अनुमानवाक्यं साधितम्, अनुमितिः जातम्। अनुमितिः का? घटः अभिधेयः इति अनुमितिः। बुद्धं वा? सत्यम्, उत्तमं। तर्हि अत्र हेत्वधिकरणवृत्ति अत्यन्त अभाव अप्रतियोगी, नो चेत् प्रतियोगित्व अभावः इति व्यापकत्वं नाम किम् इति तावत् स्वीकृत्य हेत्वधिकरणनिष्ठ अत्यन्त अभाव प्रतियोगित्व अभावः व्यापकः अभावत्वं व्यापकत्वं तद्वद् यदस्ति तदपेक्षया साध्यसामानाधिकरण्यं हेतौ अस्ति चेत्। अस्तु, इदानीम् अत्र चित्रं परिशीलयामश्चेत् वस्तुतः चित्रं कथं भवेत् इति चेत् घटादिः इति अत्र लिखितं, तत्र भूतलम् इति वस्तुतः लेखनीयमस्ति। किमर्थमिति चेत् तदेव वाक्ये लिखितं, प्रमेयत्वस्य यदधिकरणं भूतलम् इति कृत्वा तत्र घटादिः इति लिखितं, किन्तु वस्तुतः अत्र भूतलम् इति लेखनीयम्। किन्तु घटादिः अपि समीचीनमेव, किम् इति चेत् घटे अपि प्रमेयत्वम् अस्ति, घटे अपि प्रमेयत्वम् अस्ति। घटः यद्यपि पक्षः तथापि घटः साध्यः नास्ति खलु, तर्हि पक्षः अपि स्वीकर्तुं शक्यते. प्रमेयत्वं घटे अस्ति, घटे बहवः अभावाः सन्ति, तेषु एकः अभावः अस्ति पटाभावः, तन्निरूपित पटाभावनिरूपितप्रतियोगिता पटे वर्तते, किन्तु अभावः प्रतियोगितायाः अभावः अभिधेयत्वे वर्तते. अभिधेयत्वं कुत्र अस्ति? पुनः घटे अस्ति. यस्मिन् प्रमेयत्वमस्ति इति कृत्वा अभिधेयत्वप्रमेयत्वयोः मध्ये सामानाधिकरण्यं जातं, तर्हि प्रमेयत्वे सामानाधिकरण्यम् आगतं. तर्हि हेत्वधिकरणरीत्य अत्यन्त अभावः अप्रतियोगि अप्रतियोगि साध्यसामानाधिकरण्यं प्रमेयत्वे इति कृत्वा व्याप्तिसिद्धिः. स च तादृशप्रमेयत्वं घटे अस्ति, पक्षे अस्ति इति कृत्वा इदानीं परामर्शः जातः. अनेन परामर्शेन घटः अभिधेयः इति अग्रिमक्षणे अनुमितिः उत्पद्यते इति जातम्. अस्तु, किमर्थं पुनः एतद् मया परिशीलितम् इति चेत्, अत्र कथं वा ग्रन्थकारेण एवं लिखितं किमपि पूर्वम् अनुक्त्वा इति, वस्तुतः तेन उक्तं, किन्तु यदि अस्य परामर्शः अस्मिन् परिच्छेदे कृतं तर्हि समीचीनबोधः जायते. अतः किं कुर्वन्तु, प्रमेयत्वस्य व्यापकम् इति अस्ति खलु, तत्र व्यापकम् इति इत्यस्मिन् पार्श्वे रेफर् पेज् 200 इति लिखन्तु. कार्याधिकरणनिष्ठ अभावप्रतियोगित्वाभावः इति व्यापकत्वस्य लक्षणं यद्दत्तम्. अत्र कार्यकारणलक्षणे कार्यकारणचिन्तने व्यापकत्वस्य लक्षणमुक्तं, किन्तु हेतु साध्यचिन्तने तत्र कार्य इत्यस्मिन् स्थाने हेतुः इति स्थापनीयं, तावदेव. अस्तु, इति सर्वं चिन्तितम्. इतोपि प्रश्नाः सन्ति वा कस्यचित् मनसि? महोदय, पेज् 212 मध्ये वा लेखनीयं तत् क्रास् रेफरेन्स्? आमां, पेज् 212 मध्ये अत्र व्यापकम् इति अस्ति खलु, प्रमेयत्वस्य व्यापकम्. तर्हि अभिधेयत्वं प्रमेयत्वस्य व्यापकं, व्यापकत्वम् अभिधेयत्वे कथं निरूपितम् इति चेत्, व्यापकस्य लक्षणं किम् इति चेत्, 200 पेज् मध्ये कार्याधिकरणनिष्ठ अभावप्रतियोगित्वाभावः इत्युक्ते हेत्वधिकरणनिष्ठ अभावप्रतियोगित्वाभावः, तद्वत्त्वं व्यापकत्वम् इति लिखितं. तर्हि तद् अत्र लिखन्ति चेत् समीचीनबोधः जायते यदा एतस्य पठनं कुर्मः. अस्तु, इति व्यापकस्य लक्षणम् अत्र इदानीं यद् अस्माभिः चिन्तितं हेत्वधिकरण एकनिमिषम् हेत्वधिकरणनिष्ठ अभावप्रतियोगित्व अभावत्वं व्यापकत्वम् इति अन्वयस्थले वक्तुं शक्यते, किन्तु व्यतिरेकस्थले व्यापकत्वं नाम किम् इति चेत् तदपि अस्माभिः अधीतं 208 पेज् मध्ये, 208 पेज् मध्ये अत्र चित्रमस्ति खलु, साध्य अभाव व्यापकत्वाभावप्रतियोगित्वं, साध्याभाव व्यापकाभावप्रतियोगित्वम् एव व्यापकत्वम् इति व्यतिरेकस्थले एतादृशं लक्षणमस्ति व्यापकत्वस्य, साध्याभाव व्यापकत्वाभावप्रतियोगित्वम्. तदेव चित्रे लिखितं, साध्यमिति वह्निः, साध्य अभावः वह्नि अभावः, वह्नि अभावव्यापकः अस्ति धूमाभावः, धूमाभावे व्यापकत्वम् अस्ति, पुनः व्यापकत्वाभावः व्यापकत्वाभावप्रतियोगी कः इति चेत् धूमः, प्रतियोगित्वं धूमे. किमर्थम् एतादृशचिन्तनम् इति चेत्, व्यतिरेकस्थले अभावं स्वीकृत्य यदि वदामः तर्हि कथं वा अस्माभिः किं कर्तव्यं? पर्वते धूमः दृश्यते, धूमं दृष्ट्वा पर्वते वह्निं साधयितुम् इच्छामः, तर्हि व्यतिरेकस्थले व्याप्तिः का? व्याप्तिवाक्यं यत्र यत्र साध्याभावः तत्र तत्र धूम अभावः, यत्र यत्र साध्यं नास्ति तत्र तत्र धूमं तत्र तत्र हेतुः नास्ति इति उक्त्वा कथं वा पर्वते वह्नेः विद्यमानत्वं साधयितुं शक्यते, अस्य प्रयोजनं किम् इति एव अस्मिन् पाठे चिन्तनं। व्यतिरेकव्याप्त्या हेतोः कः लाभः इति एव उक्तं, तत्र प्रतियोगित्वं स्वीकृत्य हेतौ आगन्तुं शक्यते। वह्नि अभावः साध्याभावः, साध्याभावस्य व्यापकः अस्ति धूमाभावः हेत्वभावः, तर्हि वह्नि अभावस्य व्यापकः अस्ति धूमाभावः इति कृत्वा व्यापकत्वं धूम अभावे धूमाभाव व्यापकत्वं, तर्हि व्यापकत्वस्य अभावः कश्चित् भवेत्, तादृश अभावस्य प्रतियोगी किम् इति चेत् धूमः, प्रतियोगित्वं धूमे इति कृत्वा व्यतिरेकव्याप्तिस्थले अपि अत्र अन्वयहेतुः यः धूमः अस्ति, धूमे व्यतिरेकव्याप्तिग्रहः कर्तुं शक्यते, तादृशधूमः पर्वते विद्यमानमस्ति इति कृत्वा व्यतिरेकव्याप्तिम् उक्त्वा अपि अत्र साध्ये पक्षे साध्यं साधयितुं शक्यते। तर्हि एतद् मनसि संस्थापनीयं, साध्याभावव्यापकाभावप्रतियोगित्वं व्यापकत्वम् इति मनसि संस्थापनीयम्। तद् संस्थाप्य तद् उल्लेखितमस्ति वा 208 पेज् मध्ये? अत्र पश्यामि, सत्यम् इयं व्याप्तिः वह्नि अभावनिष्ठा एव, तथापि व्यापकीभूत च यः धूमाभावः तत्प्रतियोगित्वं धूमे ब्रह्म इति परम्परया सा धूमा निष्ठा भवति। वह्नि अभावस्य व्यापकः यधूमाभावः तत्प्रतियोगित्वं तदर्थः इह अपि सन्ति पञ्चपदार्थाः साध्यमभावः, तादृशप्रतियोगित्वरूपा या व्याप्तिः आहत्य सप्तपदार्थाः। अस्तु, एतादृशं विवरणे इदं निश्चितं यद् धूमे स्वस्य यः व्यापकः वह्निः तत् सामानाधिकरण निरूपिताया अभावयोः व्याप्तिः वह्नि अभावव्यापकीभूत अभावप्रतियोगित्वरूपा, तदेव महोदय, तदेव तदेव अस्ति, तदेव अस्ति, तद् तद् अण्डर्लैन् कुर्वन्तु। तदेव अहं कृतवान्, पेज् मध्ये अस्ति, सत्यं 209th पेज् मध्ये। वह्नि अभाव इत्युक्ते साध्याभाव व्यापकीभूताभावप्रतियोगित्वरूपा एव व्यापकत्वम्। तर्हि व्यापकत्वम् अत्र हेतौ अत्र साध्ये साधितम्, अपि च अत्र साध्यं किम् इति चेत् धूम अभावः इति अस्ति, आम् सत्यं, व्यतिरेकव्याप्तिः अस्ति अतः धूम, आम् आम् आम् इति अस्ति इति कृत्वा तर्हि आहत्य अस्माकं अस्माभिः किं कण्ठस्थीकरणीयम् इति चेत् त्रीणि पदानि कण्ठस्थीकरणीयानि। प्रथमं तु सिद्धान्तलक्षणं, व्याप्तेः सिद्धान्तलक्षणं, तत्र एकमेव पदम् इति मनसि भवेत्, हेत्वधिकरणवृत्ति अत्यन्त अभाव अप्रतियोगी साध्यसामानाधिकरण्यम् इति एकमेव पदं, तद् कण्ठस्थीकुर्वन्तु कृपया। तदनन्तरं व्यापकत्वं नाम किम् इति चेत् अन्वयस्थले व्यापकत्वं किम्? हेत्वधिकरणनिष्ठ अभावप्रतियोगित्व अभावत्व अभावत्वम् एव व्यापकत्वम्। व्यतिरेकस्थले साध्य अभाव व्यापक व्यापकाभावप्रतियोगित्वं व्यापकत्वम् इति एतानि त्रीणि पदानि कण्ठस्थीकुर्मश्चेत् कण्ठस्थीकरणीयमेव. तदनन्तरम् अत्र विग्रहवाक्यमिति कथं भवति इति पुनः पुनः चिन्तनीयं, तदा अस्य उपयोगः बहुत्र कर्तुं शक्यते इति अस्ति. अस्तु, इदानीं किं कुर्मः, कुतः पठनीयम् इति चेत् 216th पेज् मध्ये व्यतिरेकव्याप्तिग्रहः इति अस्ति, ततः पठनीयम्. अस्तु, सत्यभाम भगिनी कृपया आरम्भं करोतु. आं महोदय, व्यतिरेकव्याप्तिग्रहः, अतः अत्र व्यतिरेकव्याप्तिः साध्याभाव व्यापकाभाव प्रतियोगित्वरूपा अनुमितेः प्राक् हेतौ ज्ञातव्या. शक्यते च इयं ज्ञातुं दर्शितरीत्या जले इतरभेदसत्त्वे अपि न तत्र जलभेदः. अतः जलादिपदार्थेषु चतुर्दशसु सर्वत्र चतुर्दशभेदाः प्रकृतसाध्यं न सम्भवति. अतः तादृशसाध्यं नास्ति इति अभावः जले, तेजसि, अन्येषु द्रव्येषु, गुणादिपदार्थेषु च वर्तते एव. तत्र च सुतरां गन्धाभावः पृथ्वीलक्षणं पृथ्वीलक्षणं हि गन्धः, न जलादौ सः अस्ति इति अभावः इतरभेद अभाव अधिकरणे जलादौ सर्वत्र अस्ति. अतः गन्धाभावः इतरभेद अभावव्यापकः, तादृशव्यापकः गन्ध अभावस्य प्रतियोगित्वं, क्षम्यता, तादृशव्यापकगन्ध अभावस्य प्रतियोगित्वं गन्धे अस्ति इति व्यतिरेकव्याप्तिः गन्धे ज्ञातुं शक्यते. अतः अत्र व्यतिरेकव्याप्ति ग्रहः व्याप्यव्यापकभावं कथम् इति. अस्तु, अत्र व्याप्यः कः, व्यापकः कः, तदनन्तरं व्यापकत्वस्य लक्षणं किं, तद् लक्षणं स्वीकृत्य व्यापकत्वं निरूपयतु. व्यतिरेकव्याप्तिस्थलमस्ति, अतः साध्याभावव्यापकीभूताभावप्रतियोगित्वम् इति. साध्यम् अस्ति इतरभेदाभावः, इतरभेद अभावः साध्यं वा, इतरभेदाभावः अस्ति खलु. हेतुः गन्धाभावः, अधिकरणं जलमस्ति, समानाधिकरणं तत् अनुमितेः प्राक् न ज्ञातुं शक्यते दर्शनरीत्या जले जलाभाव तद् वक्तव्यम्. इदानीं किं करोतु भगिनि, अत्र साध्य अभाव व्यापकाभाव प्रतियोगित्वम् इति उक्तं खलु, तद् स्वीकृत्य इदानीं वदतु. साध्याभावव्यापकीभूताभावप्रतियोगित्वं साध्याभावः. प्रथमं साध्यम् इत्युक्ते किम् इति वदतु, तदनन्तरं साध्याभावः इति तादृशं पश्येम. जलादिपदेषु जले चतुर्दशभेदाः नास्ति, यतोहि जले जलभेदः न वर्तते इति कृत्वा प्रकृतचतुर्दशभेदाः अत्र नास्ति, अतः जले जलाभावः वर्तते. किन्तु साध्य अतः इदानीं जलम् अस्ति साध्य अभाव अधिकरणम्. साध्यम् इति किं पुनः वदतु. साध्यम् इति चतुर्दशभेदाः, तस्मिन् तस्य अधिकरणमस्ति जल. चतुर्दशभेदाः साध्यं वा, भेदाभावः, क्षम्यता, चतुर्दशभेदाभावः साध्यम्, अधिकरणं जलमस्ति. क्रमेण गन्तव्यं भगिनि. नो चेत् क्लेशः भवति. अस्तु, इदानीम् अत्र अनुमानवाक्यम् एकवारं वदतु. साध्याभाव यत्र यत्र पृथिवी इति आरब्धं करोतु, पक्षः इति आरम्भनीयं. पृथ्वी इतर भेद इतरेभ्यः विद्यते गन्धवत्वादिति इत्युक्ते इतरभेदवती पृथिवी इतरभेदवती खलु गन्धवत्वात् यन्नैवं तन्नैवं यथा जलं खलु. तर्हि अत्र साध्यं किम्? अत्र साध्यं गन्ध अभावः भवति. यत्र यत्र गन्ध अभावः तत्र तत्र चिन्तयतु. इदानीं भिन्नरीत्या अत्र चिन्तनं जायमानमस्ति. अत्र साध्यम् इदानीं वाक्यम्, अतः एव पुनः वाक्यं वदतु. कृपया एकवारं वाक्यं वदतु, अनुमानवाक्यं किम्? पृथ्वी इतरेभ्यो भिद्यते गन्धवत्वात् इति सत्यं. तर्हि इतरेभ्यः भिद्यते इति वाक्यमस्ति खलु, तत् परिवर्तय. इतरभेदवती पृथ्वी इतर भेदवती गन्धवत्वात्. अस्तु, इदानीम् अत्र साध्यं किम्? इतरभेदवती इति इत्युक्ते इतरभेदाः साधनीयाः खलु पक्षे. इतरभेदाः इति साध्यम्, इतरभेदवती इति साध्यं नास्ति. इतरभेदाः पर्वतः वह्निमान्, तत्र वह्निमान् इति साध्यं नास्ति, वह्निः साध्यमस्ति. तथा पृथिवी इतरभेदवती इत्यत्र इतरभेदाः साधनीयाः, तदेव साध्यम्. अस्तु, साध्याभावः इत्युक्ते किम् इदानीं? साध्यम् इति इतरभेदाः, साध्याभावः इत्युक्ते इतरभेदाभावः. उत्तमम्, इतरभेद अभावः. तदनन्तरं वदतु. इतरभेद अभाव अधिकरण अधिकरणमिति नास्ति खलु. इतर तद् अभावः जलादौ इति अस्ति खलु महोदय. भगिनी, इदानीं व्यापकत्वस्य लक्षणं किम्? ओके, साध्याभाव व्यापकी भूत अभावः. तर्हि तत् स्वीकृत्य प्रतिपादनीयम्. व्यापकीभूत अभावः इत्युक्ते गन्धाभावः. साध्याभावः इतरभेद अभाव व्यापकीभूताभावः गन्ध व्यापकीभूत अभावः अस्ति गन्धाभावः. गन्धाभावस्य प्रतियोगित्वं गन्धे वर्तते इति सत्यम् इति कृत्वा गन्धः भवति अत्र. तद् गन्धे वर्तते. गन्धः भवति अत्र व्याप्यः. महोदय, ब्रह्मः अस्ति, क्रमेण अतः एव क्रमेण चिन्तनीयं. ममापि भ्रमः भवति. साध्यम् इति इतरभेद इतरभेदाः खलु. साध्य अभावः इतरभेद अभावः. इतरभेदानाम् इतरभेद अभावानां व्यापकः कः? इतर व्यापकः गन्धः. साध्यमेव व्यापकः भवति. प्रथमं किं करणीयं? साध्याभावव्यापकी साध्याभावव्यापकाभावप्रतियोगी इति प्रतियोगित्वम् इति एकं पदमस्ति खलु. तस्य पदस्य विग्रहवाक्यं प्रथमं वक्तव्यं. तद्वदति वा? व्यापकीभूताभावः इति एकनिमिषं भगिनि, साध्याभावव्यापकाभावप्रतियोगित्वम् इति एकमेव पदम्, तस्य पदस्य विग्रहवाक्यं वदतु. साध्याभावः इत्युक्ते साध्यस्य अभावः. उत्तमम्. तदनन्तरम् इदानीं साध्याभावः इति जातं. तदनन्तरम् अभावः व्यापकी, यस्मिन् व्यापकं भवति इति. व्यापकी इति सप्तम्याम् अस्ति. नास्ति. व्यापकी इति कुत्र पठति भगिनी? अत्र साध्याभावव्यापकाभावप्रतियोगित्वरूपा इति स्थूलाक्षरैः लिखितं खलु. तदेव स्वीकर्तव्यं. अत्र किमर्थम् अभावपर्यन्तं क्रमेण गच्छतु भगिनि? साध्यं साध्या अभावः, साध्याभावः. भगिनि अहं प्रश्नं पृच्छामि, कृपया मया सह गच्छतु. अस्तु, इदानीम् अत्र बहूनि पदानि सन्ति अस्मिन् समस्तपदे. तर्हि प्रथमं प्रथमपदद्वयं किम्? साध्याभावः. साध्यम् अभावः इति प्रथम. तयोः मध्ये इदानीं विग्रहवाक्यं वदतु. साध्यस्य अभावः, साध्याभावः. तर्हि इदानीं साध्याभावः इति प्राप्तं. तदनन्तरं व्यापक साध्याभावः इति एकं पदं, व्यापक इति अनन्तरं अन्यत् पदम्. इदानीं विग्रहवाक्यं वदतु. साध्य अभावस्य व्यापकः. साध्य अभावानां, नो चेत् साध्य अभावस्य व्यापकः. सत्यं, साध्य अभावस्य व्यापकः. साध्याभावव्यापकः. पुनः साध्याभावव्यापकः, पुनः अभावः. साध्य अभावस्य व्यापकस्य अभावः. सत्यं, साध्याभाव्यापकाभावः तावज्जातं. तदनन्तरं साध्याभावव्यापकाभाव अनन्तरं प्रतियोगित्वम् इति अस्ति. तत् प्रतियोगित्वम् अभावस्य प्रतियोगित्वं प्रतियोगी प्रतियोगिनी विद्यमान साध्याभावस्य प्रतियोगित्वं. समीचीनम्. अस्तु, इदानीं वदतु. इदानीं साध्य अभावः इतर अभावः तदस्ति व्यापकः. इतरभेद अभावव्यापकः किं भगिनि? इदानीमेव उक्तवती खलु साध्य. अत्र साध्यम् इत्युक्ते किं? क्रमेण गच्छतु, नो चेत् साध्यम् इति इतरभेदाभावः. किमर्थं साध्यम् इति इतरभेद अभावः साध्यं वा? इतरभेदः. ओके, इदानीं वदामि महोदय. साध्यम् इति इतरभेदः. साध्य अभावः इति इतरभेद अभावः. अत्र विग्रहवाक्यं इतरभेदस्य अभावः. इतरभेदस्य अभावः, इतरभेदस्य इतरभेद अभावस्य व्यापकः. व्यापकः कः? गन्धः. इतरभेद अभावस्य व्यापकः गन्ध. गन्धवत्वं गन्धवत्वं खलु. तदेव हेतुः अत्र. नो चेत् गन्धः, गन्धवत्वं गन्धः उभयमपि समानमेव. गन्धः इति स्वीकरोतु, अत्र अवगमनार्थं गन्धः इति स्वीकरोतु. तर्हि साध्य अभावव्यापकः गन्धः. तदनन्तरं गन्धस्य अभावः साध्य अभावव्यापकस्य अभावः गन्धस्य अभावः. गन्ध साध्याभावव्यापकाभाव अभावः गन्धाभावः. गन्धाभावस्य प्रतियोगियो साध्याभाव व्यापक अभावः गन्धाभावः. सत्यं, साध्याभावव्यापकः गन्धः. गन्धस्य अभावः तस्य प्रतियोगी अस्ति गन्धः सत्यं प्रतियोगित्वं गन्धे इदानीं गन्धः नो चेत् गन्धवत्वं किं जातम् व्यापकत्वं जातम् उत्तमं तदेव निरूपणीयं खलु ओके तदेव निरूपणीयं खलु इदानीम् अवगतवती इति कृत्वा अन्य इति अत्र प्रथमं यद् अस्य अनुमानवाक्यमस्ति तदेव स्वीकृत्य वक्तव्यम् अतः एव दोषः भवति अतः क्रमेण गन्तव्यम् अत्र मध्ये किमपि अन्यत् चिन्तयामश्चेत् महान् क्लेशः भवति किमर्थमित्युक्ते अत्र भिन्नभिन्नरीत्या निरूपयितुं शक्यते यद् मया कृतम् अत्र स्प्रेड्शीट् मध्ये स्प्रेड्शीट् मध्ये यद् मया कृतं तत्तु भिन्नरीत्या मया पाठितं किमर्थमित्युक्ते अत्र व्याप्तिलक्षणं स्वीकृत्य समन्वयः कृतः व्याप्तिलक्षणस्य समन्वयः कृतः मया स्प्रेड्शीट् मध्ये किन्तु अत्र ग्रन्थकारः किं करोति व्यापकत्वस्य लक्षणं वदति व्यापकत्वं नाम किम् अन्वयस्थले व्यापकत्वं नाम हेत्वधिकरणनिष्ठ अभावप्रतियोगित्वाभावत्वं व्यापकत्वं व्यतिरेकस्थले साध्याभावव्यापकाभावप्रतियोगित्वं व्यापकत्वं तर्हि इदानीं व्यापकत्वं निरूपितं खलु साध्यमिति इतरभेदः इतरभेद अभावस्य व्यापकः अस्ति गन्धः गन्धाभावस्य प्रतियोगी अस्ति पुनः गन्धः इति कृत्वा इदानीं गन्धे व्यापकत्वं निरूपितम् तर्हि तादृशव्याप्तिग्रहः गन्धे अस्ति इति अत्र गन्धे व्यतिरेकव्याप्तिः जातः गन्धे अस्ति इति अन्तिमवाक्यं पश्यतु तादृशव्यापकगन्धाभावस्य प्रतियोगित्वं गन्धे अस्ति इति व्यतिरेकव्याप्तिः गन्धे ज्ञातुं शक्यते तदेव तत्र व्याप्तिः भवेत् खलु हेतोः गुणद्वयमस्ति एकं तु व्याप्तिः अन्यत्तु पक्षधर्मता पक्षधर्मता तु अस्ति पक्षः इति पृथिवी पृथिव्याम् एव अत्र गन्धः लभ्यते तद्वयं जानीमः तदेव लक्षणम् इति कृत्वा किन्तु व्याप्तिग्रहः अपि गन्धे जातः तर्हि इदानीं अत्र गुणद्वयमपि हेतौ लब्धं पक्षधर्मता अपि च व्याप्तिः उभयमपि लब्धम् इति कृत्वा तादृशहेतुः यस्मिन् पक्षे अस्ति तद् निरूपितं भवति तर्हि परामर्शः जातः अग्रिमक्षणे अनुमतिः जायते बुद्धं खलु बुद्धं महोदय पूर्वं प्रतियोगितम् अत्र अभिधेयत्वस्थले एकम् अहं वक्तुम् इच्छामि हेतु अधिकरणं यदस्ति तस्मिन् बहवः सामान्याभावः सन्ति परन्तु साध्याभावः व्यापकत्व अभावः न भवति इति सत्यं तदेव सत्यं साध्याभावप्रतियोगित्वाभावः साध्ये भवेत् इति चेत् अत्र तादृशं भवति इत्युक्ते साध्याभावः इति प्रायः न वक्तव्यं तत्र बहवः अभावाः सन्ति तेषाम् अभावानाम् अप्रतियोगित्वं साध्ये अस्ति चेत् व्यापकत्वं निरूपितं भवति इति अत्र उक्तम् अस्तु अग्रे गच्छेम तर्हि स्वामी महोदय अन्य कोऽपि पठ स्वामी महोदय पठति वा एवं च महोदय शृणोमि महोदय अहमपि अस्ति चेत्. अस्तु अस्तु तर्हि रमेश महोदय भवान् पठतु. ओ तेन बहिः गतम्. अस्तु मेहुल् महोदय पठति वा महोदय श्रूयते वा रमेश महोदय अस्ति किम् तर्हि ततः आरभ्य वाक्यशः सर्वं न पठनीयं महोदय वाक्यशः पश्येम. एवं च पूर्ववदेव जलादौ साध्य अभाव हेत्वभावयोः व्याप्तिग्रहः अनुभवात्मकः संस्कारः. पूर्ववदेव जलादौ साध्य अभाव हेत्वभावयोः व्याप्तिग्राहः इत्युक्ते वयं ज्ञातुं शक्यते यत्र यत्र धूमः न अस्ति तत्र तत्र यत्र यत्र वह्नी नास्ति तत्र तत्र धूमः न अस्ति तादृश अभावः अनुभव तादृश अनुभवं कर्तुं शक्यते. तर्हि तादृश इत्युक्ते कृतमपि खलु जले वन्याभावः अस्ति अपि अस्माभिः अनुभूतः धूमाभावः अपि अस्माभिः अनुभूतः. तर्हि जले वन्याभावः धूमाभावः उभयमपि वर्तते इति ज्ञानमस्ति. तेन ज्ञानेन किं जायते? तेन ज्ञानेन संस्कारः जायते. उत्तमम् अग्रे तेन च संस्कारः अनुभवज्ञानेन संस्कारः जातः अग्रे. ततः पृथिव्यां गन्धज्ञानम् इदम् एव पक्षधर्मता ज्ञानम् तत् पक्षधर्मता अपि अनुभविकज्ञानमेव अस्ति इति सत्यम्. उत्तमं तच्च संस्कार उद्बोधकमपि. तर्हि यत् ज्ञानं जायते तत् संस्कारमपि भवति ज्ञानस्य संस्कारमपि भवति इति. तर्हि इदानीं व्याप्तेः संस्कारः व्याप्तिज्ञानस्य संस्कारः अस्ति पक्षधर्मताज्ञानस्यापि संस्कारः अस्ति. अस्तु अग्रे. संस्कार उद्बोधात् व्यतिरेक व्याप्तिस्मरणं गन्धः इतरभेद अभाव व्यापकीभूत अभाव प्रतियोगी इति आकारकम्. संस्कार उद्बोधात् तर्हि संस्कारेण संस्कारबोधनेन व्यतिरेक व्याप्तिस्मरणं तर्हि व्यतिरेकव्याप्तिस्मरणमपि तादृशज्ञानमपि भवति. गन्धः इतरभेद अभाव व्यापकीभूत अभाव प्रतियोगी तत्र गन्धः इतरभेदः अभावः इतरभेदः व्यापकीभूत अभाव प्रतियोगी इति आकारकम्. इत्युक्ते अत्र पक्षधर्मताज्ञानमपि अस्ति तस्य संस्कारः अपि अस्ति व्याप्तेः अपि संस्कारः अस्ति इति कृत्वा इदानीं स्मरणं जायते उभाभ्यां संस्काराभ्यां स्मरणं जायते. स च स्मरणस्य आकारः कः? इतरभेद अभावव्यापकीभूत अभावप्रतियोगी इत्याकारकम् आकारकम् ज्ञानस्य स्मरणस्य आकार स्मरणस्य आकारः. ततः परामर्शः पृथिवी इतरभेद अभाव व्यापकीभूत अभाव प्रतियोगी गन्धवती इति आकारकः उत्पद्यते. तर्हि पृथ्व्याः आकारक ज्ञानमपि कीदृश पृथ्वी इत्युक्ते परामर्शः पृथ्वी इति सिद्ध्यते खलु परामर्शः परामर्शः इति महोदय परामर्शः इति पृथिवी नास्ति. परामर्शः इति किं? पृथ्वीलक्षणं पृथ्वीलक्षणम् इतरेतर इतरभेद अभाव व्यापकी भूत अभाव प्रतियोगी गन्धवती पृथ्वी इति ज्ञानं तदेव परामर्शज्ञानं भवति. हा परामर्शः इति ज्ञानं ज्ञानस्य आकारः कः इति चेत् पृथिवी इतरभेदाभाव व्यापकीभूताभाव प्रतियोगी गन्धवती इति आकारः. वह्निव्याप्य धूमवान् अयं पर्वतः इति परामर्शज्ञानं यदुक्तम् अन्वयव्यतिरेकहेतुस्थले तदा अत्र उक्तम् इतरभेदाभावव्यापकीभूताभावप्रतियोगी गन्धवती अयम् इयं पृथिवी इति आकारः. अस्तु अग्रे. ततः पृथिवी इतरभेदवती इतरेभ्यः भिद्यते इतरभिन्ना इति अनुमिति हि जायते. परामर्शज्ञानेन अनुमिति जायते. ततः पृथिवी इतरभेद पृथ्वी इतरभेदवती इति इत्युक्ते इतर इतरेभ्यः भिद्यते इतरभिन्ना इति अनुमितिः जायते. एवं च अन्वयव्याप्तिग्रह असम्भवात् केवलव्यतिरेकिगन्धः इति बोधनाय मूले उक्तम् अत्र यत् गन्धवत् तत् इतरभिन्नम् इति अन्वयदृष्टान्तः न अस्ति. पृथ्वी अस्य पक्षत्वात् तत्र अन्वयव्याप्तिग्राहम् असम्भवः अस्ति केवलव्यतिरेकिगन्धः इति बोधनाय मूले उक्तमस्ति गन्धवत् इतरभिन्नः इति अन्वयदृष्टान्तो इत्युक्ते यत् पक्ष अस्ति परन्तु गन्धवत् त्वं तस्मिति तादृश इतरभिन्न पक्षः न विद्यते एव. तर्हि पृथ्वीमात्रम् एव पक्ष भवति इति इत्युक्ते अन्वयदृष्टान्तः न लभ्यते. गन्धवत्वं पृथिवीं विहाय अन्यत्र यत्र कुत्रापि न लभ्यते इति कृत्वा अत्र उदाहरणं न वक्तुं शक्यते इति कृत्वा केवलव्यतिरेकव्याप्तिः. अस्तु अग्रे. पृथ्वीमात्रम् इति अस्य सर्वा पृथ्वी इति अर्थः. अनेन च वह्निमान् धूमादि इत्यादौ वह्निमान् धूमात् इत्यादौ धूमात् इत्यादौ पक्षभिन्ने दृष्टान्ते महानसादौ व्याप्तिज्ञानं भवति. वह्निमान् धूमात् पक्षभिन्ने दृष्टान्तौ महानसादौ व्याप्तिज्ञानं भवति इत्युक्ते अन्वयहेतुस्थले खलु अन्वयव्याप्तिः अस्ति तत्र. अनेन न अत्र किमुक्तं महोदय वह्निमान् धूमात् इत्यत्र पक्षभिन्नदृष्टान्ते महानसादौ व्याप्तिज्ञानं भवति इत्युक्ते पर्वतः वह्निमान् धूमात् इत्यत्र पर्वतः इति एकं स्थलमस्ति यत्र वह्निः अपि च धूमः भवति इति बहूनि स्थलानि भवन्ति इति कृत्वा तत्र उदाहरणं वक्तुं शक्यते. यत्र हेतुः केवलं पक्षे एव लभ्यते तत्र व्यतिरेकव्याप्तिः एव वक्तुं शक्यते. उदाहरणं न वक्तुं शक्यते पक्षभिन्न उदाहरणं न वक्तुं शक्यते इति कृत्वा. परन्तु प्रकृते तु सर्वस्याः पृथिव्याः पक्षत्वात् तत्र च साध्यसंशयात् न अन्वयव्याप्तिज्ञानम् इति निरूपितम्. इत्युक्ते किं मया आदौ वर्गस्य अस्मिन् वर्गस्य आदौ उक्तं मया अन्वयव्याप्तिज्ञानम् इति निरूपितं न अन्वयव्याप्ति तत्र पृथिवी पक्षत्वात् तत्र साध्यसंशयात् तर्हि यत्र पृथ्वी अस्ति तत्र तत् केवलं पृथ्वी एव पक्ष अस्ति पृथ्वी विहाय किमपि पक्षं नास्ति तर्हि पक्षः न अस्ति तर्हि न वक्तुं शक्यते अन्वयव्याप्तिज्ञानं न निरूपितुं शक्यते न न न तादृशं नास्ति महोदय पृथिवीं विहाय पक्षः किमपि नास्ति इति किमर्थं वदति तादृशं न वक्तव्यं पृथिवीं विहाय अन्यत् उदाहरणं नास्ति यत्र यत्र हेतुः वर्तते परन्तु पक्षे हेतु भवेत् खलु तादृशपक्षमेव वयं स्वीकुर्मः खलु किन्तु यदि पक्षे एव हेतुः अस्ति तत्र अन्यद् उदाहरणं वक्तुं शक्यते वा पक्षे तु हेतुः भवेदेव पक्षधर्मता हेतौ भवेत् किन्तु यदि पक्षे एव हेतुः भवति अन्यद् उदाहरणं न वक्तुं शक्यते तर्हि अस्मिन् वाक्ये कः प्रश्नः इति चेत् किमर्थं पक्षः एव उदाहरणत्वेन स्वीकर्तुं न शक्यते इति प्रश्नः पृथिवी इतरभेदवती गन्धवत्वात् पृथिवीवत् इति किमर्थं न स्यात् इति प्रश्नः तस्य उत्तरं किम् पृथिवी इतरभेदवती गन्धवत्वात् पृथिवीवत् इति किमर्थं पक्षः एव उदाहरणत्वेन किमर्थं न स्वीकर्तुं शक्यते यदि उदाहरणम् एव अस्ति खलु उदाहरणे संशयः नास्ति तर्हि किं साधनीयम् इति न भवति खलु किम् एक्साम्पल् इस् अ सर्टन् इट् डस् नाट् हेव् अ डौट् therefore there is nothing to prove or not prove you should say you understand but you should say the opposite way that which is in which there is a doubt alone can be a paksha that is what you should say that which in which there is a doubt is what can be a paksha because prithvi has been taken as a paksha you cannot take it as a udaharana बुद्धं किं हा भवान् अवगच्छति किन्तु यदा यदा वक्तव्यम् एतादृशं वक्तव्यं पृथिवी पक्षत्वेन स्वीकृतम् इति कृत्वा यद् पक्षत्वेन स्वीकृत्य पक्षस्य लक्षणं किं साध्यसन्दिग्धवान् भवेत् पक्षः ओन्लि दट् केन् बि अ पक्ष इन् विच् दर् इस् अ डौट् अबौट् दि एक्सिस्टेन्स् आफ़् साध्य आर् नाट् सिन्स् Prithvi has been already taken as the paksha and since udaharanam is a place where you cannot have a doubt about paksha therefore prithvi cannot be udaharanam adeva truktam prakrutye tu sarvasyaha prithivyaha pakshatvat pakshatvena swikrutam ityatah tatra cha sadhya samshayah asti iti kritva पृथिवी उदाहरणत्वेन न स्वीकर्तुं शक्यते इति कृत्वा इदानीम् उभय अन्वय दृष्टान्तं न लब्धम् इति कृत्वा अन्वयव्याप्तिः न वक्तुं शक्यते केवलं व्यतिरेकव्याप्तिः एव वक्तुं शक्यते सो दट् इस् दि लिङ्क् बुद्धं खलु हा सो दट् इस् द लिङ्क् पृथिवी पक्षः पक्षे साध्यसंशयः भवेत् अपि च इति पक्षे साध्यसंशयः भवेत् उदाहरणे साध्यसंशयः न भवेत् पृथिवीं विहाय पक्षं विहाय अस्मिन् सन्दर्भे किमपि उदाहरणं न लभ्यते इति कृत्वा उदाहरणराहित्यात् अत्र अन्वयव्याप्तिः न वक्तुं शक्यते यत्र यत्र गन्धवत्वं तत्र तत्र इतरभेदवत्वं यथा इति पृथिवीं विहाय अन्यत् किमपि न वक्तुं शक्यते इति कृत्वा अन्वयव्याप्तिः अत्र न वक्तुं शक्यते. अतः केवलं व्यतिरेकव्याप्तिः एव वक्तव्यम् इति बोधः. अस्तु, समयः जातः, अत्र स्थगयेम, इतोपि अग्रे सरेम. इत्युक्ते अत्र एकमेव वाक्यं वक्तुमिच्छामि, ग्रन्थकारेण किं कृतम्? अत्र व्याप्तिलक्षणं स्वीकृत्य न निरूपितं, व्यापकत्वलक्षणं स्वीकृत्य अन्वयस्थले व्यापकत्वलक्षणम् एकं, व्यतिरेकस्थले व्यापकत्वलक्षणम् अन्यम् इति व्यापकत्वं निरूप्य तेन व्याप्तिग्रहः कृत्वा अग्रे सः गच्छति इति भेदः. अस्तु, सर्वेभ्यो नमस्कारः, धन्यवादः.